पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 180 श्रीभगवानुवाच षष्ठाध्यायस्य माहात्म्यं प्रवक्ष्यामि वरानने यदा कर्णयतां नृणां मुक्तिकरतरे स्थिता अस्ति गोदावरीतीरे प्रतिष्ठानं पुरं महद पिप्पलेशाभिधानोऽहं यत्रास्ति स्मेरलोचने यत्र गोदावरीतीरशीकरैरवशीतलैः हंसाः पक्षपुडैकीर्णैर्हरन्ति यमिनां श्रमं स्फुरत्पद्मावलीकोश परागसुरभीकृतं श्लाघ्यं गोदावरीतोऽयं येन ते निर्जरा नराः दिक्सुधामौषधीशस्य विकृक्षय विधायिनीं महाराष्ट्रवधूकानां मज्जन्तीनां मुनीश्वराः स्पृशन्ति यत्र वत्राणि भुल्लपङ्कजशङ्कया यत्र केलन्महाराष्ट्राः क्वणत्कङ्कणसुन्दराः हरन्दिध्वनयोलीनां मनांस्यपि तपस्विनाम् अत्युच्चसौधशिखरविहारि वनितामुखं पश्यन्ननुदिनं यत्र क्षीयते मृगलाञ्छनः अत्युच्चसौधवलभी महामणिमरीचिभिः चुम्ब्यदे मुनिगन्धर्वैर्दूर्वाचन्दनचञ्चलैः यस्मिन्नाधूयमानानां पदाकानां समीरणैः गदश्रमा रवेर्याने भवन्ति रथवाजिनः राशीकृतैर्मलयजैरसङ्ख्यादैर्वणिगणैः यस्मिन्नुपलशेषोऽसौ लक्ष्यते मलयाचलः पुञ्जीकृतानि दृश्यन्ते यत्र मुक्ता फलान्यपि नगरी देवता हास्य स्तम्भगा इव सर्वतः तत्र ज्ञानश्रुतिर्नाम्ना मेदिनी वल्लभो भवत यस्मिन्नुद्धरदिक्षोणीं शेषोऽयं मणिसंनिभाम् अपि प्रताप मार्तण्ड मण्डलीतिव्रतेजसि नित्यमध्वरधूमेन श्यामलाकल्पशाखिनः असाधारणदादृत्वं पश्यन्त इव लज्जया यदध्वरपुरोडाश चर्वणास्वादलम्पटाः न तत्यजुसुपर्वाणप्रतिष्ठानपुरं मनाक यस्य दानाम्बुधाराभिप्रतापज्योत्स्नयानिशं मखद्धूमैश्च सम्पुष्टा ववृषुः समये खनाः स्वल्पमात्रमपि क्वापि न पदं प्रापुरीतयः नीतयः प्रसरन्ति स्म यस्मिन् शास्सदि मेदिनीम् वापि कूप तडागानां छद्मना योनुवासरं हृदयस्थानि मेदिन्या निधानानि व्यलोकयद पाण्डुराभिपदाकाभिः प्रासादो यस्य राजते वियद्गङ्गातरङ्गोखैर्हिमाद्रिरिवसानुमान् दानैस्तपोभिर्यत्नैश्च प्रजानां पालनेन च तुष्टा स्वर्गौकसस्तस्मै वरं दातुं समागमन् तदोऽन्तरिक्षमार्गेण धुन्वानाः पक्षसंहतिः मृणालधवला देवी देवहंसा विनिर्गताः त्वरया गच्छदां तेषामन्योन्यं तत्र भाषिणां भद्राश्वप्रमुखा द्वित्राः पुरस्तान्निर्ययोर्जवाद सर्वैर्मिलद्भिरुचुस्ते पुरस्ताद्गच्छदो जवाद कथं वेगेन निर्यादा भवन्तः पुरतस्थिताः सर्वैर्मिलित्वा गन्तव्यमस्मिन्नध्वनिदुर्गमे प्रकाशमानं पुरतस्तेजः पुञ्जं न पश्यथ ज्ञानश्रुतेर्महि भर्तुपुण्यमूर्तेरतिस्फुटं निशम्येदि वचः सम्यक् पाश्चात्याना पुरस्थिता हंसाहसित्वा सावज्ञमुचुर्वचनमुच्चकैः रैक्याभिधस्य दुर्धर्षतेजसो ब्रह्मवादिनः किन्नु ज्ञानश्रुतेरस्य राज्ञस्तीव्रतरं महः इति शुश्रावहंसानां गिरो ज्ञानश्रुतिर्नृपः अत्युच्च सौधभवनमारुह्य च सुखं स्थितः ततः सारथिमाहूय भूपालो विस्मयान्वितः सन्दिदेश महात्मासौरैक्य आनीयतामिति तदो वधार्य भूपालवचः पीयूष गर्भितं निर्जगाममहो नाम्ना सारथिप्रथयन्मुदं यत्र वाराणसी नाम नगरी मुक्तिदायिनी यत्र विश्वेश्वरो नाम ह्युपदेष्टा जगत्पदिः ततो गयाभिधे क्षेत्रे यत्र देवो गदाधरः उद्धर्तुमखिलान् लोकान्वसत्युद्भुल्लोचनः ततो गौरीगुरोः पार्श्वे सर्वैस्तीर्थैरनेकधा पर्यडन् गतवान्यत्र केदारः पापधारणः यमालोक्य सकृन्मर्त्या मुक्ता स्युर्नात्र संशयः महापापविनिर्मुक्ता भुक्त्वा भोगान्यधेप्सितान् ततो गौडेषु निर्यादो यत्रास्ते पुरुषोत्तमः यस्यावलोकनादेव नरा स्वर्लोकगामिनः तदो द्वारवतीं प्रागान्नगरीं मुक्तिदायिनीं यत्रास्ते गोमतीतीरे रुक्मिणी वल्लभो हरिः स्नात्वा च गोमतीतीर्थे पञ्चकृष्णान्विलोक्य च मर्त्यो मुक्तिमवाप्नोति भुक्त्वा भोगान्यथेप्सितान् ततः समुद्रमासाद्य सोमनाथं विलोक्य च भुक्तिमुक्तिप्रदं देवं ततो निरगमन् सुधीः अवन्तिकां पुरीं प्राप्तो भुक्तिमुक्तिप्रदायिनीं यत्रो मया सुखं क्रीडन् महाकालोऽस्ति शङ्करः अथोङ्कारं समासाद्य शर्मदं नर्मदातटे भुक्तिमुक्तिप्रदातारं त्वरया निर्गतस्ततः अश्वमेधकरं नाम्ना नगरं पर्यडंस्ततः यत्र शार्ङ्गधरः साक्षादास्ते लक्ष्मीपतिः स्वयं तदो विष्णुगयां प्राप्तकुण्डं लोणारसंज्ञितं यत्र स्नात्वा जपित्वा च मुच्यते बन्धनान्नरः तद कोल्हापुरं नाम गदो रुद्रगयां प्रति आस्ते भगवती यत्र लक्ष्मीर्भक्तिप्रदायिनी पञ्चनद्यां नरः स्नात्वा महालक्ष्मीं विलोक्य च भुक्त्वा भोगान्यथा कामं भक्तिं च प्रतिपद्यते। तदोमलगिरिं नाम नगरीं प्रतिपद्य च नन्दिकेश्वरमारुह्य सोमनाथोऽस्ति यत्र तु दृष्ट्वा चतुर्भुजं देवं वरदानोद्यतं शिवं सोमनाथं नृणां मुक्तिर्भवत्येव न संशयः। तुङ्गभद्रा नदीतीरे दृष्ट्वा हरिहरं ततः युगे युगे भुजा यस्य पदन्त्यवनिमण्डले यद्विलोक्य नरा सर्वे रम्यं हरिहरं वपुः भुक्त्वा भोगान्यथा कामं मुच्यन्ते बन्धनान्नराः। स्वर्गे कल्पशतं स्थित्वा मुक्तसंसारबन्धनाः ततः स्वामिनमालोक्य लोकानां स्वामिनं विभुम् यमालोक्य न पश्यन्ति निरयं जादुचिन्नराः। स्वर्गे कल्पशतं स्थित्वा मुक्तसंसारवासनाः मुक्तिं च प्रतिदद्यन्ते नात्र कार्या विचारणा। तदः श्रीशैलमासाद्य सिद्धगन्धर्वसेवितम् गिरिजावल्लभो यत्र मल्लिनाथोऽभिधानतः उद्धर्तु मखिल्लालोकान् संसाराम्भोधिमध्यतः। स्वर्गे कल्पशतं स्थित्वा मुक्तसंसारबन्धनाः मुक्तिं च प्रतिपद्यन्ते नात्र कार्या विचारणा। तद श्रीशैलमासाद्य सिद्धगन्धर्वसेवितं गिरिजावल्लभो यत्र मल्लिनाथोऽभिधानतः उद्धर्तु मखिल्लालोकान् संसारां बुधिमध्यतः। काले काले परं ज्योतिर्यः सन्दर्शयदे स्वयम् अवलोकयतां नृणां यमनुस्मरतामपि दूरे तिष्ठन्ति तत्रस्ता दूरं निरययातनाः। स्वर्गे लोके सुखं भुक्त्वा मुक्तसंसारबन्धनाः मुक्तिं च प्रतिपद्यन्ते मानवा नात्र संशयः। रामोऽस्ति सानुजसार्धं जानक्यापि ततो गतः तत्र स्नात्वा च पीत्वा च मुच्यते नरकाध्रुवम्। कल्पकोटिशतं भुक्त्वा स्वर्गलोकसुखं नराः मुक्तसंसारवर्त्मानो मुक्तिं यान्ति न संशयः। ततो निवृत्य आयादः पश्यन् भीमरथीतटे द्विभुजं विड्ढलं देवं भुक्तिमुक्तिप्रदायकम् यत्र गोदावरी जन्मस्थानं ब्रह्मगिरिर्महान् गौतमालयमासाद्य यत्रास्ते त्र्यम्बको हरः अरुणावरुणयोर्मध्ये यत्र गोदावरी नदी यत्र स्नात्वा च पीत्वा च ब्रह्महत्या विलीयते। असङ्ख्यतीर्थसम्पन्नं दृष्ट्वा ब्रह्मगिरिं नराः मुक्तिमेव प्रपद्यन्ते मुक्ता संसारदुःखदः। गौतम्युभयतीरस्ततीर्थान्वेषणकौतुकी ततो जगामसूतस्तु मधुरां पापनाशिनीं यत्र स्वयंभुवं देवं भजन्ति सुरमानवाः। आद्यं भगवदस्नानं महन्मुक्तिप्रदायकं त्रैलोक्येश जनिस्थानं विख्यातं वेदशास्त्रयोः नानादेवगणैर्जुष्टं द्विजर्षिगणसेवितं कालिन्दीकुलसंशोभिह्यर्थचन्द्रप्रभाकृति सर्वतीर्थनिवासैकपूर्णमानन्दसुन्दरम् गोवर्धनगिरिप्रख्यं पुण्यद्रुमलदावृतं द्विषड्वनं महापुण्यं विश्रान्तिश्रुतिसारभृत तद काश्मीरनगरमपश्यत् प्रत्यगुत्तरं दृष्ट्वा धर्मधुरं क्षेत्रं कुरुक्षेत्रं समं ततः यत्राभ्रंलिह गेहानां पङ्क्तयशङ्खपाण्डुराः ताजादा धूर्जडे स्पष्ट अट्टहासदशा इव भक्तिप्रसादमालानां सुवर्णकलशैर्वृतं स्वसिंधोः पतितानीव हेमपद्मानि मारुतैः यत्र प्रासादशिखरे नीलपट्टपताकिकाः शैवालवलया भान्ति स्वसिंधोर्लतिका इव यत्र काश्मीरमाश्रित्य नित्यं वसति भारति नौ चेद्युगपदे वेदं कथं लिखति वाङ्मयम् विश्रामन्त्या सरस्वत्याश्चिरं यत्र मदालसाः मृणालचञ्चवोहंसा वाहनानि चरन्त्यमी कलाविशेषं प्रहिता यत्र बोद्धुं विरञ्चिना तारा इव विराजन्ते हंसा यादा समन्ततः स्थलपद्मानि दृश्यन्ते करस्पर्शसुखानि च शयनाय निदम्बिन्या यस्मिन् दानववैरिणा उपन्यासैर्द्विजातीनां यत्र न श्रूयते स्फुटं मोकोऽपि निर्जरो वाचा पदकल्लोलडम्बरः यस्मिन्नध्वरधूमेन व्याप्तं गगनमण्डलम् अपि चक्षलिदं मेघैः कालिमानं न मुञ्जति गलितायाः सुधायास्तु यत्राध्वरमहार्चिषा लाञ्छितं छद्मनास्थानं दृश्यते तुहिनत्विषि जन्माभ्यासवशादेव पठन्ति बढवस्वयम् यत्रोपाध्यायसान्निध्यमाश्रित्य सकला कलाः यत्र ब्राह्मणपत्नीनां कङ्कणध्वनिहुङ्कृतिः लुम्बत्यनुदिनं भ्राम्यभ्रमराणां च गर्जितं यत्र ब्राह्मणपत्नीनां कपोलफलकं मुहुः स्पृशन् समीरणो मन्दं वादिशापभयादिव माणिक्येश्वरनामासौ यत्र सीतांशुशेखरः वसत्यनुदिनं देवो वरदानाय देहिनाम् अर्चितो भूपतीन् जित्वा मणिकेशेन चादृतः माणिक्येश्वर इत्याख्यां तदा प्रभृति यो दधौ राज्ञा काश्मीरदेवेश दिग्जयोत्सवकारिणा असौ सुपूजितो यस्मान्माणिक्यायैर्भूरिभूतिभिः संसेवमानं तद्वारिच्छायां शकटिकोपरि कण्डूयमानमङ्गानि यन्तारैक्यमपश्यत राज्ञापि कथितैस्तैस्तैश्चिह्नैः परिचितं जवाद प्रणतसारथिरैक्यं प्रणम्य तमभाषत सारथिरुवाच कस्मिन् ब्रह्मन् किन्नामासि स्वच्छन्दोऽसि निरन्तरं किमर्थमत्र विश्रान्तः किञ्च कर्तुं चिकीर्षसि इत्याकर्ण्य च तद्वाक्यं परमानन्दनिर्भरः स्मृत्वा सारथिमित्यूचे वयं पूर्णमनोरथाः परं केनापि बहुना परिचर्याविधायिना भवितव्यं मनोवृत्तिं जानतास्माकमेव हि। हृदयस्थितमादाय रह्याभिप्रायमादराद शनैर्निरगमद्यन्ता यत्रास्ते वसुधाधिपः तथ प्रणम्य भूपालं यथा वृत्तं न्यवेदयद बद्धाञ्जलिपुडो हृष्टसारथिस्वामिदर्शनाद तदो निशम्य तद्वाक्यं विस्मयस्मेरलोचनः श्रद्धालुरभवद्भूपोरैक्यसम्भावनाविधौ आदायाश्वतरीयुग्मयुक्तां शकटिकामगाद मुक्ताहारदुकुलानि सहस्रं च गवां नृपः गतोऽसौ तत्र यत्रास्ते योगी काश्मीरमण्डले तन्निवेद्य पुरो राजा दण्डवत्पदितो भुवि आनम्यपरया भक्त्यारैक्यो राज्ञे चुकोपः रे शूद्रमामकं वृत्तं न जानासि दुरीश्वर गृहाणशकटीमेधामुद्धाप्याश्वतरीयुतां वस्त्राणि मुक्ताहारांश्च गाश्च दोग्ध्रीरपि स्वयं युद्धमाज्ञतवान्भूपो रैक्यस्य भयमादधे तदशापभयाद्राजा तत्पादाम्भोरुहद्वयं गृह्णन् भक्त्या प्रसीदेदि ब्रह्मन्नित्यूचिवान् स्वयं राजोवाच भगवंस्तव माहात्म्यमेददत्युद्भुतं कुतः प्रसन्नीभूय भगवन्नाख्याहि मम तत्त्वदः रैक्य उवाच गीतानां षष्ठमध्यायं जपामि प्रत्यहं नृप तेनैव तेजो राशिर्मे सुराणामपि दुःसहः गीतानां षष्ठमध्यायं रैक्यादभ्यस्य यत्नदः ज्ञानश्रुतिर्महीपालो मुक्तिमाप ततः सुधीः रैक्योऽपि सुखमालेभे माणिक्येश्वरसन्निधौ गीतानां षष्ठमध्यायं जपन् मोक्षप्रदायकं मरालवेषमस्ताय वरदानार्थमागताः दिवौकसोऽपि निर्जग्मुत्स्वैरं विस्मयपारिताः इममध्यायमप्येगं यो जपेत् सततं नरः सोऽपि तत् पदवीमेदि विष्णोरेव न संशयः इति श्रीपात्मे महापुराणे उत्तरखण्डे गीतामाहात्म्ये अशीत्यधिकशततमोऽध्यायः ॐ